नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अद्य नूतनः विषयः अदन्ताङ्गानां सिद्धप्रत्ययः इति विषयः समाप्तः. चिरादिगणः इति एव अन्तिमः भागः. प्रेरणार्थे निश्चिति अपि चिरादिगणे यथा प्रक्रिया तथैव अस्ति इति कृत्वा अस्माभिः तदपि अस्माभिः स्वीकृतमासीत्. तस्मिन् प्रसङ्गे स्थानिवतादेशो अनल्विदौ इति सूत्रस्य अपि दीर्घा चर्चा जाता. तर्हि इदानीम् अस्माकं प्रकृतविषयं प्रति आगच्छामः. प्रकृतविषयः तु अनदन्ताङ्गानां कृते सिद्धतिङ् प्रत्ययः. तर्हि तस्मिन् क्रमे वयं किं कुर्मः इति चेत्, अनदन्त अङ्गं कुत्र कुत्र भवति इति चेत्, स्वादिगणे, तनादिगणे, क्रियादिगणे, अदादिगणे, जुहोत्यादिगणे इत्येतेषु गणेषु अङ्गम् अनदन्तं भवति. स्वादिगणे, तनादिगणे, क्रियादिगणे तु विकरणप्रत्ययस्य प्रभावेन अङ्गम् अनदन्तं भवति. अदादिगणे तु अङ्गम् अनदन्तं भवति, यतोहि तत्र विकरणप्रत्ययस्य लुक् भवति. जुहोत्यादिगणे अङ्गम् अनदन्तं भवति, तत्रापि विकरणप्रत्ययस्य श्लू इत्यनेन लोपः. उभयत्र अदादिगणे, जुहोत्यादिगणे उभयत्र ह्रस्वकारान्तधातुः नास्ति इति कृत्वा अङ्गम् अदन्तं नास्ति. अदादिगणे अजन्तदातवः सन्ति, परन्तु अङ्गम् अदन्तं नास्ति. जुहोत्यादिगणे अपि अङ्गम् अदन्तं नास्ति. अजन्तदातवः तु सन्ति, परन्तु अङ्गम् अदन्तं नास्ति. प्रक्रियावशात् अङ्गम् अदन्तं न भवति इति कृत्वा तत्र किम् अदन्त अङ्गानां कृते सिद्धप्रत्ययाः ये सन्ति तेषां ग्रहणम् अत्र नास्ति. अतः अत्र अनदन्त अङ्गानां सिद्धप्रत्ययाः कथं भवन्ति इति अत्र अस्मिन् करपत्रे वयं पश्यामः. तर्हि झटिति एकवारं मूलतः आरम्भतः एकवारं पश्यामः. तर्हि विजयभगिनी आरब्धुमिच्छति वा आरम्भतः? महोदय, अत्र अयं पुटः गतकरपत्रस्य सारः इति अस्य इत्येव आरम्भं करपत्रं न प्रथमं करपत्रम् अनदन्त अङ्गानां कृते सिद्धप्रत्ययः इति करपत्रमस्ति. तत्र 06-1 प्राप्तं वा? अस्तु, तर्हि अन्य कोऽपि पठितुं शक्यते चेत्. अस्तु, कोऽपि तत्र स्थापयतु कृपया भगिन्याः कृते करपत्रं चाट् मध्ये. मम अनौन्स्मेण्ट् मध्ये अस्ति भगिनि, कृपया पश्यतु. तत्र करपत्रद्वयं मया स्थापितम्. अत्र अस्ति एव. तर्हि किमर्थं न प्राप्तं भवत्या? प्रथमं करपत्रं स्वीकृत्य पठतु. व्यस्ता अस्ति चेत् अत्र सार्वधातुकलकारेषु एतदेव खलु? तदेव पठतु. अत्र सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति. प्रथमं तु विकरणप्रत्ययः निमित्तिकम् अङ्गकार्यं, तदा धातु विकरणप्रत्ययोः मेलनं. अनन्तरं द्वितीयबिन्दुः तिङ्संज्ञकप्रत्ययः सिद्धिः. तिङ्संज्ञकप्रत्ययनिमित्तिकम् अङ्गकार्यं, तदा अङ्गतिङ्संज्ञकप्रत्ययोः मेलनम्. अत्र प्रथमं विकरणप्रत्ययनिमित्तीकृते अङ्गकार्यं भवति, अनन्तरं धातुः विकरणप्रत्ययमेलनेन कार्यं भवति, अनन्तरं तिङ्संज्ञकप्रत्ययः सिद्धे अस्ति. अत्र तिङ् महिङ् इति अस्ति, तत्र तिप् आरभ्य महिङ् पर्यन्तं प्रत्ययः सिद्धिः भवति अत्र. अनन्तरं तिङ्संज्ञकप्रत्ययः निमित्तिकम् अङ्गकार्यं, तथा अङ्गकार्यं तिङ्संज्ञकप्रत्ययोः अङ्गकार्यम् अनन्तरं तिङ् प्रत्ययमस्ति चेत् एतत् मेलनेन कार्यं भवति इति त्रीणि बिन्दवः अत्र सन्ति महोदय. अग्रे पठामि वा? सोपानत्रयस्य एका दृष्टिः. अदन्त अङ्गस्य दृष्टान्तः धातु अर्थविवक्षायां भूधातुः आनीयते. भगिनी क्षम्यतां, प्रथमतया पुनः एकवारं पठतु अदन्त किमस्ति सोपानत्रयस्य एका दृष्टिः तदनन्तरम् अदन्त अङ्गस्य दृष्टान्तः पुनः पठतु अदन्ताङ्गस्य दृष्टान्तः इति पठति इति वक्तव्यं न तु अदन्त अङ्गस्य इति एवं वदति चेत् अदन्त अङ्गस्य इति वदति चेत् अदन्त इति प्रातिपदिकमस्ति अङ्गस्य इत्यत्र तु तत्र पदत्वम् अस्ति अदन्त इति पदे तत्र पदत्वं नास्ति अतः अदन्त अङ्गस्य इति पठति चेत् तत्र दोषः वक्तव्यम् इति तु तत्र समासः अस्ति खलु षष्टि एकवचनम् अदन्ताङ्गस्य इति वक्तव्यम् अथवा अदन्तस्य अङ्गस्य इति वदति चेत् दोषः नास्ति परन्तु अत्र समासः समीचीनं महोदय अदन्ताङ्गस्य दृष्टान्तः धात्वर्थविवक्षायां भूधातुः आनीयते लकारविवक्षायां लट् लकारः आनीयते प्रथमपुरुषे एकवचनस्य विवक्षायां लटः स्थाने टिप् आदेशः इदानीं भगिनी क्षम्यतां भगिनि पुनः तत्र प्रथम किमस्ति प्रथम प्रथमपुरुषैकवचनस्य अस्तु अत्र वृद्धिसन्धिः पुरुष एकः एक अकार एकारमेलनेन ऐकारः भूत्वा वृद्धिसन्धिः भवति अत्र प्रथमपुरुषैकवचनस्य इति तत्र केवलं सन्धिः इति नास्ति तत्र तत्र समासः अपि अस्ति खलु आम् इदानीमेव उक्तम् अदन्तस्य अङ्गस्य इति अस्ति भवति अतः अनन्तरम् अदन्ताङ्गस्य इति पठितव्यम् इति भवत्या उक्तं तादृशमपि अत्र प्रथमपुरुषैकवचनस्य विवक्षायां लटस्थाने इदानीं भूयोगः तिप् इति अस्ति तिप् सार्वधातुकसंज्ञकः कर्तरत्तकः तिङ् सञ्जुकः च अतः कर्तरि शप् इत्यनेन मध्ये शप् इति व्यकरणप्रत्ययः विहितः भूयोगः शप् योगः तिप् अस्ति अनुबन्धलोपे भूयोगः आयोगः तिप् अस्ति अस्यामेव स्थित्याम् उपर्युक्तं सोपानत्रयं प्रारभ्यते अतः तत्र विकरणप्रत्ययः निमित्तिकम् अङ्गकार्यं तदा धातुः विकरणप्रत्ययोः मेलनं अत्र इदानीं भू इति धातुः स्वीकुर्मः चेत् अत्र कर्तरि सार्वधातुक अर्धधातुकयोः सार्वधातुकमस्ति अत्र कर्तरि शप् इत्यनेन शप् विधानं भवति शप् इति विकर्णप्रतिम अस्ति अनुबन्धलोपानन्तरम् अकारः एव तिष्ठति इदानीम् अत्र तिङ् सञ्जकप्रत्ययः निमित्तिकम् अङ्गकार्यं तदा अङ्गतिङ् सञ्जकः प्रत्ययोः मेलनं भवति अतः तत्र भूयोगः आयोगः तिप् इत्यनेन ति भवति अतः तत्र अनन्तरं किञ्चित् कार्यमस्ति अनुबन्धलोपानन्तरं भूयोगः आयोगः तिप् अस्ति अस्यामेव स्थित्याम् उपर्युक्तं सोपानत्रयम् अत्र प्रारभ्यते इति तत्र दत्तम् अनन्तरं कार्यमस्ति अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन ओकारस्य स्थाने प्रथमम् ऊकारस्य स्थाने ओकारः भवति अनन्तरं ओकारस्य स्थाने अवादेशः भूत्वा भवति इति अन्तिमरूपं निष्पन्नम् एतत् परिचयविषयः एव समीचीनं भगिनि धन्यवादः सम्यक् धन्यवादः इदानीं अदन्त अदन्ताङ्गस्य इत्यत्र कीदृशसमासः अदन्ताङ्गस्य षष्टि तत्पुरुषसमासः खलु महोदय किं कथं भवति अदन्तस्य अङ्गस्य इति षष्ठी एव अत्र सूचयति खलु अत्र अदन्तमिति अदन्ताङ्गस्य अदन्ताङ्गस्य अदन्तम् इति पदं समस्तपदमस्ति वा न वा अदन्ताङ्गस्य इति समस्तपदमेव अदन्ताङ्गस्य इति समस्तपदं परन्तु अदन्त इति शब्दस्य समस्तपदमस्ति वा न वा अस्ति एव खलु महोदय किमस्ति विग्रहवाक्ये सः किम् अत् अन्ते यस्य सः वा अत् अन्ते यस्य सः इति वक्तुं शक्नुमः अत् अन्तः यस्य सः इति वक्तुं शक्नुमः अत् अन्तः यस्य सः अदन्तः अदन्तः इति तत्र कीदृशः समासः बहुव्रीहि बहुव्रीहिसमासः अन्यपदं सूचयति अन्यपदं किमस्ति किं भगिनि अन्यपदं किमस्ति अन्यपदार्थः कः किं यस्य अन्ते अकारः भवति सः कः सः अङ्गम् अङ्गम् यस्य तत् अत् अन्तः यस्य तत् इति अस्ति यस्य सः इति न यस्य तत् अङ्गमिति विशेष्यमस्ति तर्हि इदानीम् अदन्ताङ्गस्य इत्यत्र पुनः कीदृशः समासः अदन्तस्य अङ्गस्य कीदृशः समासः षष्टितत्पुरुषः अदन्तस्य अङ्गं तस्य अदन्तस्य अङ्गस्य इति अस्ति वा तत्र अदन्तस्य अङ्गस्य इति अर्थः सङ्गच्छति अदन्तमङ्गं यस्य तत् अदन्तमङ्गं यस्य तत् तदपि तदे न न अदन्तम् अङ्गं यस्य तत् इत्युक्ते तत् किं तत्तु अङ्गम् अदन्तम् अत् अन्ते अत् अन्तः यस्य तत् अङ्गम् अदन्तम् अदन्तम् अङ्गम् अदन्तम् अङ्गम् अनयोः कः समासः अदन्तम् अङ्गम् अनिमा भगिनी वदतु विशेषणविशेषभावः तर्हि कीदृशः समासः कर्मधारयः कर्मधारयः कीदृश अङ्गम् अदन्तम् इत्युक्ते सामान्य अङ्गं नास्ति तादृश अङ्गं यस्य अन्ते अत् अस्ति इति कृत्वा विशिष्टमस्ति अङ्गम् इति कृत्वा तत्र कर्मधारयः अस्ति पुनः कर्मधारयः कृतः प्रथमतया बहुव्रीहिः कृतः अस्ति बहुव्रीहिः यदा कृतः तदानीम् अदन्तम् इति पदं विशेषणं जातम् अङ्गस्य अङ्गम् इति पदस्य विशेषणं जातम् अतः अदन्तम् अङ्गम् इति पृथक् पृथक्तया वक्तुं शक्नुमः तर्हि पृथक् पृथक्तया वक्तव्यं चेत् अदन्तस्य अङ्गस्य इति वक्तव्यं परन्तु अत्र अदन्ताङ्गस्य इति उक्तं तर्हि तत्र पुनः समासः कृतः अस्ति अदन्तम् अङ्गम् इत्यनयोः समासः कृतः अस्ति कर्मधारय समासः अतः अदन्ताङ्गम् इति प्रथमभक्तौ एकवचने तर्हि तस्य अदन्ता अङ्गं तस्य अदन्ताङ्गस्य इति अर्थः तर्हि तस्य इति अस्ति इति कृत्वा सर्वदा षष्टितत्पुरुषसमासः इति न अत्र सम्यक्तया अवगन्तव्यं तत्र प्रथमतया कीदृशसमासः पुनः कीदृशसमासः सर्वम् अवगम्य तदनन्तरं तस्य अनन्तरं तत्र तस्य इति पदस्य योजनं कुर्मः अदन्तम् अङ्गम् इति कर्मधारयः अदन्ताङ्गम् इति समासः प्रथमभक्तौ एकवचने तदनन्तरं अदन्ताङ्ग इति प्रातिपदिकस्य पुनः षष्टिविभक्तौ अदन्ताङ्गस्य इति अस्ति अस्तु एवं प्रथमपुरुषैकवचनस्य इत्यत्र कीदृशसमासः प्रथम पुरुष तत्रापि समासः अस्ति खलु कीदृशः समासः प्रथमपुरुष तदपि कर्मधारय इति भासते किं कर्मधारयः प्रथमपुरुष प्रथमपुरुष इति वा पुरुषस्य इत्युक्ते पुरुषः क्रमः अस्ति वा तस्य अर्थः कः कः अस्ति पुरुषः कः अस्ति प्रथमः किमस्ति सूर्यकुमारी भगिनी पुरुषवचनं प्रथमद्वितीय प्रथमा मध्ये उत्तमपुरुष इति प्रथममध्यम उत्तम इति किम् अस्ति तत्र विभक्ति भवति वा प्रथमा विभक्ति संज्ञा अस्ति खलु पुरुषविषये संज्ञा अस्ति खलु प्रथमः मध्यमः उत्तमः इति संज्ञा अस्ति तर्हि प्रथमपुरुषः इति संज्ञा अस्ति अतः प्रथमः पुरुषः इति पृथक् पृथक्तया न वक्तव्यं प्रथमपुरुषः इति संज्ञा न वा सिंहस्त्रीणि त्रीणि प्रथममध्यम उत्तमः इत्यत्र प्रथम इत्येव तत्र दत्तमस्ति पाणिनिना परन्तु लौकिकव्यवहारे प्रथमपुरुषः इति व्यवहारः अस्ति अतः प्रथमपुरुषः इति अत्र एकं पदम् अस्ति तत्र तत्र संज्ञा अस्ति तर्हि कस्य संज्ञा इति एकवचनस्य संज्ञा अस्ति प्रथमपुरुषः अतः एक प्रथमपुरुषः अपि च एकवचनम् अनयोः कीदृशसमासः अत्रापि कर्मधारयः एव खलु कर्मधारयः एव एकवचनम् इत्यस्य नामकरणमस्ति प्रथमपुरुषः इति अतः प्रथमपुरुष एकवचनम् अस्ति प्रथमपुरुष एकवचनम् एकवचनम् उद्दिश्य प्रथमपुरुषत्वं विधीयते इति कृत्वा प्रथमपुरुषः विशेषणम् एकवचनम् इति विशेष्यं प्रथमपुरुष एकवचनम् इति अस्ति अस्तु अस्तु तर्हि इदानीं तत्र अत्र त्रीणि सोपानानि तिङन्तपदनिर्माणार्थे त्रीणि सोपानानि इति तु अस्माकं परिचितम् अस्ति अतः अधिकं किमपि न वदामि अपि च भू भवति इत्यत्र कथं रूपसिद्धिः इत्यपि वयं जानीमः अतः किञ्चित् अग्रे गच्छामः शोभभगिनीतः अग्रे भगिनी एकः संशयः प्रथमपुरुषद्विवचनम् इति वद भवति चेत् प्रथमपुरुषः द्विवचनं प्रथमपुरुषः बहुवचनं तादृशं भवति वा पुनः वदतु प्रथमपुरुषः प्रथमपुरुष इति संज्ञा अस्ति अतः प्रथमपुरुष एकवचनम् इति कर्मधारः प्रथमपुरुषस्य एकवचनम् इति तत्र षष्ठी भवेत् खलु न तु कर्मधारयः अस्तु प्रथमपुरुषस्य एकवचनं प्रथमपुरुषस्य द्विवचनं तादृशम् अस्तु तत्र षष्ठी भवेत् न तु कर्मधारयः प्रथमपुरुषस्य सम्यक् प्रश्नः समीचीनः प्रश्नः प्रथमपुरुषस्य एकवचनं प्रथमपुरुषस्य द्विवचनम् इत्युक्ते तत्र प्रत्ययस्य प्रथमपुरुषः इति नाम तत्र यः ये तिङ्प्रत्ययाः सन्ति चित्तस्थि इति प्रत्ययानां प्रथमपुरुषः इति संज्ञा अस्ति खलु प्रत्ययानां संज्ञा अस्ति तर्हि तत्र पुनः प्रत्ययानाम् एकवचनत्वं द्विवचनत्वं बहुवचनत्वम् अपि अस्ति इति कृत्वा प्रथमपुरुषस्य प्रत्ययस्य एकवचनत्वम् प्रथमपुरुषस्य प्रत्ययस्य द्विवचनत्वं प्रथमपुरुषः इति तु अत्र तत्र किं चिन्ता कथं चिन्तनीयम् इति चेत् वस्तुतः प्रथमपुरुषः इत्यनेन प्रत्ययः एव इङ्गितः प्रथमपुरुषः प्रथमपुरुषः प्रत्ययः अथवा प्रत्ययाः प्रथमपुरुषसंज्ञकाः प्रत्ययाः खलु तिप्तझि तेषां संज्ञा अस्ति प्रथमपुरुष प्रथमपुरुषः इति समीचीनम् इत्युक्ते प्रत्ययानां नामकरणम् अस्ति प्रथमपुरुषः इति तर्हि तादृशप्रथमपुरुषस्य एकवचनान्तः एकवचनान्तम् अथवा एकवचनम् एकवचनस्य विवक्षा प्रथमपुरुषस्य एकवचनस्य विवक्षा प्रथमपुरुषः इत्युक्ते प्रत्ययस्य एकवचनत्वं प्रत्ययस्य द्विवचनत्वं प्रत्ययस्य बहुवचनत्वम् इति तथा अपि कर्तुं शक्यते अशोभभगिनी कृते आम् आं भगिनि प्रथमपुरुषः इति संज्ञापदम् यतोहि तत्र पाणिनिसूत्रं तु तिङ्गस्त्रीणि त्रीणि प्रथममध्यम उत्तमाः इत्येव अस्ति तत्र तिङ्गः त्रीणि त्रीणि इत्युक्ते तत्र तिप्तस्जि इति त्रयाणां प्रथमः इति संज्ञा अस्ति किमस्ति तिप्तस्जि सिप्तस्थ इति एतेषां मध्यमः इति संज्ञा अस्ति, मिप् अस्मस् इत्येतेषाम् उत्तमः इति संज्ञा अस्ति इति पाणिनेः संज्ञा। परन्तु लौकिकव्यवहारे तु प्रथमपुरुषः इति व्यवहारः वर्तते, प्रथमः इति तावदेव नास्ति परन्तु प्रथमपुरुषः इति व्यवहारः लोके प्रसिद्धः अस्ति, पाणिनेः कालात् पूर्वमपि प्रसिद्धव्यवहारः आसीत् इति कृत्वा प्रथमपुरुषः इति वयं यदा वदामः तदानीं प्रथमः इत्यस्यैव सङ्केतः अस्ति, प्रथमपुरुषः इति तत्र त्रयाणां प्रत्ययानां प्रथमपुरुषः इति संज्ञा अस्ति। शोभवन् आम्, प्रथमसोपाने विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं, तर्हि अत्र आ इति विकरणप्रत्ययं निमित्तीकृत्य सार्वधातुकार्धधातुकयोः इत्यनेन गुणः क्रियते, भू भवति भो इति, एतदेव अस्माकम् अङ्गकार्यं। तदा सन्धिकार्यम् इचो यवायावः इत्यनेन भो योगः आ इत्युक्ते तत्र यचो यवायावः इत्यनेन भा योगः औ योगः आ भव इति भवति। इदं सन्धिकार्यम् अङ्गकार्यं नास्ति एव, यतोहि शपं निमित्तीकृत्य कार्यं न जातम्। सन्धिकार्यं तु केवलं वर्णस्तरे प्रवर्तते, ओकारः अस्ति परश्च अकारः अस्ति, शप् इति कारणं नास्ति अत्र। यः कोऽपि अकारः भवतु तादृशं कार्यं भविष्यति एव, ओकाराकारयोः मेलनेन ओस्थाने औ आदेशः इति सन्धिकार्यम्। एवञ्च धातुविकरणप्रत्ययोः मेलनेन भवा इत्यङ्गं जातं, प्रथमं सोपानं समाप्तम्। अस्तु, यथा तत्र प्रथमसोपाने विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं भवति, तर्हि अत्र आ इति विकरणप्रत्ययं निमित्तीकृत्य सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः कृतं, भू इत्यस्य उकारस्य ओकारः भूत्वा गुणः रूपेण ओकारः भूत्वा भो इति भवति। एतदस्ति अङ्गकार्यं। तदा तत्र सन्धिकार्यम् अपि भवति। इदानीं भो इत्यस्य ओकारस्य तत्र एचः अवयाव किं तत्र औ आ किं भवति तत्र एचः ऐ औ आय् आव् इति भवति, अतः तत्र इत्यनेन तत्र भो योगः आ इति इदानीं इत्यस्यां स्थित्यां अव् इति ओकारस्य अव् इति आदेशः भवति, भायोगः औ योगः तत्र पूर्वं यत् आसीत् यः आसीत् सः अकारः वर्णमेलनेन भव इति। तर्हि इदानीम् इदं सन्धिकार्यम् अङ्गकार्यं नास्ति, यतोहि शपं निमित्तीकृत्य कार्यं भवति चेत् तत्र अङ्गकार्यं इति वक्तुं शक्नुमः, किन्तु सन्धिकार्यं केवलं वर्णस्तरे प्रवर्तते, इत्युक्ते तत्र ओकारः अस्ति परे अकारः अस्ति, तत्र तयोः मध्ये सन्धिकार्यं भवति एव। तत्र शप् इति कारणं शप् इति अथवा अन्यत् विकरणप्रत्ययस्य आवश्यकता नास्ति तत्र, यः कोऽपि अकारः भवतु यः कोऽपि परं तादृशं कार्यं भविष्यति एव। शप् इत्यस्य अपि अकारः भवति तेनापि गुणः भवति, किन्तु यचोयवयावः इति सूत्रस्य कार्यं तु सन्धिकार्यमस्ति न तु किम् अङ्गकार्यम् इति विषयः। ओकाराकारयोः मेलनेन ओस्थाने अवादेशः इति एव तत्र कार्यम्। एवञ्च धातुविकरणप्रत्ययोः मेलनेन भव इति अङ्गं जातं, प्रथमं सोपानं समाप्तम्। तर्हि तत्र अङ्गकार्यम् अपि च सन्धिकार्यम् इत्यनयोः भेदः निरूपितः। अङ्गकार्यस्य कृते विकरणप्रत्ययस्य आवश्यकता अस्ति, अपि च सन्धिकार्यस्य कृते यः कोऽपि वर्णः तयोः वर्णयोः मध्ये यत् सन्धिकार्यं भवितुम् अर्हति तत्तु भवति एव, कोऽपि वर्णः भवेत् तत्र तेषां मध्ये सन्धिकार्यस्य प्रसक्तिः अस्ति चेत् भवति एव इति दत्तमस्ति. समीचीनम्. ओके, अत्र किमपि नूतनं नास्ति इति कृत्वा अहं पिष्टपेषणं न करोमि, अतः अग्रे गच्छामः. तर्हि इदानीं सूर्यकुमारी भगिनी अग्रे पठतु. हा भगिनि, द्वितीयसोपाने तिङ्सञ्ज्ञकप्रत्ययस् प्रत्ययसिद्धिः. अत्र तिप् इति मूलप्रत्ययः, हलन्त्यमित्यनेन पकारसित्सञ्ज्ञलोपच्च ति इति सिद्ध तिङ्प्रत्ययः निष्पन्नः. द्वितीयसोपानं समाप्तम्. अङ्गमस्ति भव, प्रत्ययः अस्ति ति, भवयोगः ति, तत्र सन्धिकार्यं नास्ति, वर्णमेलनमेव भवति इति रूपम्. तृतीयसोपानं पठामि वा भगिनि? आमां कृपया पठतु. तृतीयसोपानं तिङ्सञ्ज्ञकप्रत्ययनिमित्तकम् अङ्गकार्यं. ति प्रत्ययः तिङ्सित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः अस्ति, अतः पूर्वम् इक् प्रत्याहारे स्थितः कश्चन वर्णः यदि स्यात् तर्हि सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यं स्यात्, किन्तु एतावता अस्माकम् अङ्गं सर्वदा अदन्तम् आसीत्. यत्र अङ्गस्य अन्तिमवर्णः अत् ह्रस्वकारः, तत्र गुणकार्यं न सम्भवति. इक् इत्युक्ते इक ई ऊरुलु अन्ते अस्ति, तदे चेदेव गुणकार्यम् अर्हति. यत्र अङ्गम् अदन्तम् अस्ति तु न अर्हत्येव. यत्र अङ्गमदन्तम् अस्ति तत्र तिङ्सञ्ज्ञकप्रत्ययनिमित्तक अङ्गकार्यम् अतीव न्यूनम्. अतः तृतीयसोपाने आधिक्येन केवलम् अङ्गतिङ्सञ्ज्ञकप्रत्ययोः मेलनं भवति, यथा भवयोगति भवति. किन्तु अग्रे गत्वा यत्र अङ्गम् अदन्तं नास्ति, यत्र अङ्गम् अन्ते उदाहरणार्थम् उकारः अस्ति, तत्र तृतीयसोपाने अङ्गकार्यं बहुत्र भविष्यति इति तिङन्तप्रत्ययस्य निर्माणार्थं सोपानत्रयस्य एका दृष्टिः. तत्र तृतीयकाले अङ्गम् अदन्तम् अस्ति चेत् गुणप्रसक्तिः नास्ति, सार्वधातुक अर्धधातुकयोः इति सूत्रस्य प्रसक्तिः नास्ति. अङ्गतिङ्प्रत्ययस्य कार्याणि न्यूनम् अस्ति यत्र अदन्तमङ्ग अस्ति चेत्. यत्र इदन्तम् अस्ति चेत् तत्र अङ्गकार्यं भवति. तत्र बहूनि सोपानानि सन्ति. यत्र अदन्तमस्ति चेत् सुलभम् अस्ति, वर्णमेलनमेव इति. समीचीनं भगिनि, सम्यक् समीचीनं, धन्यवादः. इदानीम् अग्रे किञ्चित् अग्रे गच्छामः. तत्र मीना भगिनी अग्रे. अदन्ताङ्गे सति यज्ञादि सार्वधातुकप्रत्यये परे अङ्गकार्यं भवति. यज्ञादि नास्ति, यज्ञादि अदन्ताङ्गे सति यज्ञादि सार्वधातुकप्रत्यये परे अङ्गकार्यं भवति. अतो दीर्घो यञि इति अदन्ताङ्गस्य दीर्घत्वं यञादि सार्वधातुकप्रत्यये परे. यञ् प्रत्याहारः यवरल न्यमनन झबल् अनुवृत्तिसहितसूत्रम्. अतः अङ्गस्य दीर्घः यञि सार्वधातुके. अग्रे पश्यामि अथवा? आमाम् अग्रे गच्छतु. पठ योगः वः. पठति पठामि पठावः पठत् अतो दीर्घो यनि इत्यनेन अदन्ताङ्गस्य दीर्घो आदेशः पठावः इति भवति. तत्र साधारणतया अङ्ग यदि अङ्गम् अकारः अस्ति चेत् तत्र सार्वधातुकार्थको इति प्रसक्तिः नास्ति, इगन्तमेव तत्र अस्ति. तस्मात् यत् यत् परन्तु किञ्चित् तत्र अतो यङि अतो दीर्घो यङि सूत्रेण अदन्ताङ्गस्य दीर्घत्वं भवति, अतः अङ्गस्य दीर्घः यदि यङि सार्वधातुकप्रत्यये परे यङादि इति यवरल यमगणन जभन् तत् तादृशं प्रत्याहारस्य कान्ति एकोपि वर्णः अस्ति अस्ति चेत् तत्र वह मिप् वह मह इति पठामि पठावः पठामः तत्र वह मह इति प्रत्ययः अस्ति. तत्र यञादिप्रत्ययः अस्ति, वकारः यञादि अस्ति. तत्र अकार अङ्गम् अकारः अस्ति, पठ इति अङ्गमस्ति. पट् धातु तदनन्तरं शप् प्रत्ययः योजयित्वा तत्र गुणं भूत्वा तत्र पठ इति भवति. तत्र पठ पठ तस्मिन् समये तत्र पठ एव अस्ति, पठ एव पत् अशप् शप्विकरणयोजनेन पठ इति. तदनन्तरं ति भवति, इदानीं वः भवति, यञादिप्रत्ययः भवति. सो पठः योगः वः तत्र अतो दीर्घो यञि इति सूत्रेण पठावः इति भवति. अग्रे पठामि वा? आमाम्. इत्युक्ते अत्र एतावता यत् पठितं सर्वम् अदन्ताङ्गानां कृते, अदन्त अङ्गम् इत्यस्य अध्ययनं तु अस्माभिः समापितम् इति कृत्वा अत्र केवलं पुनःस्मरणमेव. इदानीम् इतः अग्रे द्वितीयगणसमूहः कः इति इदानीं पश्यामः. अग्रे पठतु. दशानां धातुगणानां गणसमूहौ धातूनां दशगणाः सन्ति इति वयं जानीमः. एते दशगणाः पुनः समूहद्वये विभाजिताः सन्ति इत्यपि जानीमः. प्रथमगणसमूहः वादि दिवादि तुदादि चुरादि इति चत्वारः गणाः. द्वितीयगणसमूहः अदादि जुहोत्यादि स्वादि रुदादि तनादि क्रयादि इति षड्गणाः. तत्र समूहद्वयम् अस्ति, यत् भुवादि द्विवादि तुदादि. तत्र भुवादि शप् प्रत्ययः अस्ति, तत्र अकारः अस्ति अन्तिमे. दिवादि ष्यन् प्रत्ययः, तदपि अङ्गम् अकारः भवति. तुदादि तत्र तुदादिशः इति प्रत्ययः अस्ति, तत्रापि अकारः अङ्गमस्ति. चुरादि निच् प्रत्ययान्तरं षट् प्रत्ययः अस्ति, तदपि अकारः अस्ति. द्वितीयगणसमूह अदादि जुहोत्यादि स्वादि रुदादि तनादि क्रयादि इति षड्गणः, तत्र अङ्गम् अनदन्तं भवति. किमर्थमिति वक्तव्यं वा? वदतु पुनस्मरणत्वेन वदतु एकवारम्. अदादिगणे शपः लुक् भवति, तत्र धातु किमपि अस्ति तत्रैव अङ्गमस्ति. जुहोत्यादिगणे जुहोत्यादि श्लू इति प्रत्ययेन द्वित्वं भवति, तत्रापि अङ्गं किमपि अङ्गं द्वित्वानन्तरं किमपि अङ्गम् अस्ति, तत्र अदादि अङ्गं नास्ति इति चिन्तयामि. आकारान्तं भवितुं शक्यते. अदन्त अङ्गं नास्ति, आकारान्त अङ्गं भवितुं शक्यं दातु इत्युक्ते. स्वादि इति विकरण गणस्वश्नु इति प्रत्ययः भवति, तत्र उकारः एव उकारः अङ्गं भवति. रुधादिष्णं तत्र श्रम् इति नुमागमः भवति. निजचोरं त्यात् परं यदि धातुः अस्ति अन्तिम वाच्वर्णात् नुमागमः भवति, तत्र किमपि धातुः अस्ति तदेव अङ्गमस्ति. तनादि गणे ऊ अस्ति, तत्र अङ्गम् उकारः. क्रयादिश्ना भवति तत्र आकारः एव शकारः लोपान्तरं ना एव भवति तत्र आकारः अन्तं भवति एतावत् षड्गणाः अदन्तं नास्ति अङ्गान्ते भेदः एव रुदादिगणे का गतिः का गतिः इति उक्तवती रुदादिगणे रुदादिगणे श्नम् किल श्नम् तत्र मित् अस्ति नुमागमः भवति तत्र मिदच्योरन्त्याद्नुम् इति सूत्रेण तत्र धातु किमपि अस्ति अन्तिम इति नुमागमः इति न श्नम् इति विकरणप्रत्ययः श्रम् इति विकरणप्रत्ययः मित् अस्ति तस्मात् विदच्योरन्त्यात् परः श्रूयताम् मित् अस्ति तस्मात् विदच्योरन्त्यात् परः तत्र अन्तिम अच्वर्णात् परं नकारः आगच्छति तत् तस्मात् अदन्तम् अङ्गम् अदन्तं नास्ति किमर्थं तस्मात् अदन्तं नास्ति इति किमर्थं वदति तस्य श्नम् प्रत्ययस्य अपि च अदन्त अङ्गस्य कः सम्बन्धः धातु अदन्तं नास्ति इति वक्तव्यं धातु सर्वे धातवः हलन्ताः रुदादिगणे सर्वे धातवः हलन्ताः इति कृत्वा अदन्तं नास्ति अङ्गान्ते भेदः एव विभजनस्य अङ्गान्ते भेदः एव विभजनस्य कारणम् प्रथमगणसमूहे धातुविकरणप्रत्ययोः मेलनेन निष्पन्नम् अङ्गम् अदन्तमस्ति सर्वत्र तत् उक्तं तत्र भ्वादि दिवादि तुदादि चुरादि इति तत्र अकारः एव अदन्तं भवति अङ्गस्य अन्ते अकारः यथा भूयोगः शप् भव भवति नश् योगः श्यन् दिवादिगणे तत्र नश्य भवति लिख् योगः श तत्र तुदादिगणेशः लिख भवति चुर् तत्र चुरादिगणे निच् योजनेन चुर् योगः निच् योगः शप् चोरय इति येषु चतुर्षु धातुगणेषु अङ्गम् अदन्तम् इदानीं भूयोगः योगः शप् तत्र शकारः लशक्वद्विते इति सूत्रेण शकारलोपः पकारः हलन्त्यं लोपः अकारः एव अवशिष्यते तत्र तदनन्तरं शप् इति सार्वधातुकार्थको इति सूत्रेण भो भवति तदनम् एचो यावः इति सूत्रेण भव इति अङ्गं भवति नश् इति तत् तादृशं नश् य भवति तत्र नश् य एव तत्र शकारः लोपः नकारः लोपः य नश्य इति अङ्गं भवति लिक् योगः श इति ऊ इति धनादिगणे अस्ति तत्र आर्धधातुकविकरणप्रत्ययः तस्मात् सार्वधातुक पुगतलघुभूतस्य न भवति तस्मात् लिख लिख एव अवशिष्यते चुर् इति योगः निच् योगः शप् चुर् किम् अस्ति आर्धधातुकप्रत्ययः तिङ्क्षित् सार्वधातुकं शेषः तत्र आर्ध तिङ् नास्ति षित् नास्ति किम् अस्ति तिङ् नास्ति षित् नास्ति च इति प्रत्ययः तु षित् अस्ति खलु अपि सार्वधातुकं ञित्वत् भवति इति वक्तव्यं न तु आर्धधातुकप्रत्ययः इति सारि सारि अपि सार्वधातुकम् इति ञित्वत् भवति तस्मात् पुगन्तलघुपदस्य सूत्रस्य प्रसक्तिः नास्ति लिख इति अवशिष्यते चुर्योगः निच् प्रथमं भवति वस्तुतः भगिनि वस्तुतः सार्वधातुकम् अपि निद्वत् किनिति च इति सूत्रेण गुणनिषेधः इति वक्तव्यम् ओके लिक् योगः श इति सार्वधातुकम् अपि सार्वधातुकं ञत्वत् नत्ति इति सूत्रेण पुगन्तलघुपदस्य प्रसक्तिः नास्ति चुर्योगः निच् तत्र चुर् तत्ते पुगन्तलघुपदस्य प्रसक्तिः अस्ति निच् प्रत्यये परे तत्र चोरी भवति नूतनधातुः आदिदेशिकधातु तदनन्तरं चोरी योगः शप् भवति तदनन्तरं शप् इति आ एव अवशिष्यते तत्र चोरी योगः आ सार्वधातुक आर्धधातुकयोः इति सूत्रेण चोरे योगः आ इति भवति तदनन्तरम् एचो यावः इति सूत्रेण चो तत्र चो एकारस्य ऐ आदेशः चोरे एचः ऐ औ ऐ आवः भवति तत्र ऐ भवति तत्र चोरय इति अङ्गं भवति अकारान्तम् अग्रे गच्छामि वा द्वितीय धन्यवादः भगिनि इदानीं तत्र किं विनय महोदय पठतु मया अन्म्यूट् करणीयम् आं भगिनि द्वितीयगणसमूहे सर्वाणि अङ्गानि अरदन्तानि यथा स्वादिगणे शक् योग श्नु विकरणपत्य अस्ति शक्नु इति उकारान्तम् अङ्गम् क्रियादिगणे क्री श्ना प्रत्यय अस्ति क्रीणा इति अकरान्तम् अङ्गम् प्रथमगणसमूहस्य कृते तिङ्क्तपदम् उपर्युक्तसोपानत्रयेण कथं सिद्ध्यति इति विस्तृतरूपेण अस्मभिः अनुभूतम् चतुर्णाम् अपि गणानां प्रसङ्गे सम्प्रति द्वितीयगणसमूहे त्यन्तपदव्युत्पत्तिः अनेन एव सोपानत्रयेण कथं भवति इति परिशीलयामः प्रथमगणसमूहस्य एकपठा प्रथमसोपानं तृतीयसोपानं चेत् अनयोः गणसम्बन्ध चर्चा भवतु इत्यनयोः गणसम्बन्ध चर्चा भवतु यतोहि गणम् अनुसृत्य सोपानद्वयं विद्यते अथ प्रथमसोपानं तृतीयसोपानं च इत्यनयोः गणसम्बन्धचर्चा भवतु यतोहि गणम् अनुसृत्य सोपानद्वयं विद्यते प्रथम अपि च तृतीयसोपानं ततः तत्तत् गणयनयोः द्वयोः सोपानयोः अवलोकनं करिष्यते अर्थात् प्रथम अपि च तृतीयसोपानं परन्तु द्वितीयसोपानं सिंहसंज्ञकप्रत्ययसिद्धि सर्वेषाम् अनन्ताङ्गानां कृते समानाः अर्थात् अनन्तसम्बन्धे द्वितीयसमानसोपान समानस्ति अतः एतत् कार्यम् अधुना परिशीलयामः प्रथमगणसमूहे द्वितीयगणसमूहे च किमपि वक्तव्यं वा अत्र सर्वं ज्ञातं खलु अत्र अस्तु तर्हि अग्रे गच्छतु अत्र तु अनदन्तसम्बन्धे विषयः अस्ति यत्र अनदन्तसम्बन्धे विषयः अस्ति तर्हि प्रथमसोपानम् अपि च तृतीयसोपानं सम्बन्धे गण अनुसृत्य सोपानद्वयं विद्यते वयं जानीमः गण कुतः महत्त्वमस्ति गणमहत्त्वम् अस्ति चत्वारः भवाद्यादि सम्बन्धे भवादि यदादि सुदादि क्रयादि न त्रयादिनै अस्ति चोरादि समन्थ गण तत्र अस्ति द्विवारम् अहं पठितुमिच्छामि प्रथमसोपानं तृतीयसोपानं चेत् अनयोः गणसम्बन्धः चर्चा भवति यतोः गणम् अनिसृत्य सोपानद्वयं विद्यते अर्थात् प्रथमसोपान अपि च तृतीयसोपानं गणसम्बन्धः अस्ति अतः तत्तत् गणैः अनयोः द्वयोः सोपानयोः अवलोकनं करिष्यते परन्तु द्वितीयसोपानं तिङ् सञ्ज्ञकप्रत्ययसिद्धिः सर्वेषाम् अदन्ताङ्गानां कृते समानः अनदन्ताङ्गानां कृते समानः अत्र महत्त्वं वक्तव्यम् अस्ति वयम् अनदन्तसम्बन्धे वदामः परन्तु सोपानसम्बन्धे तु केवल द्वितीयसोपानम् अपेक्षितः द्वितीयसोपानं यदि अपेक्षितः तत्र अनदन्त आधारेण कृते समानः सर्वेषां कृते समानः परन्तु उदाहरणं विना कथं वदामः उदाहरणं विना इत्युक्ते अत्र अस्मिन् करपत्रे केवलं सिद्धतिङ् प्रत्ययानाम् अनदन्ताङ्गानां कृते सिद्धप्रत्ययाः के तिङ् प्रत्ययाः के के भवन्ति इत्यस्मिन् विषये एव चिन्तनं प्रथमसोपानम् इत्युक्ते विकरणप्रत्ययनिमित्ति प्रत्यय अङ्गकार्यम् अनन्तरम् अङ्गतिङ् प्रत्ययोः मेलनम् एतत् सर्वं तत्तद् गणे एव वयं पश्यामः इत्युक्ते स्वादिगणे तस्मिन् गणे किं भवति इति तत्र एव पश्यामः रुदादिगणे तत्रैव पश्यामः तनादिगणे तत्रैव पश्यामः इति तत्र गणे एव पश्यामः केवलम् अस्मिन् करपत्रे केवलं तिङ् प्रत्ययस्य विषये चिन्तनमस्ति अनदन्ताङ्गानां कृते तिङ् प्रत्ययाः के के भवन्ति इति चिन्तनं तावदेव अत्र अस्तु समीचीनं धन्यवादः इदानीम् अग्रे उषा भगिनी पठतु प्रथमगणसमूहे द्वितीयगणसमूहे च सिद्धतिङ्प्रत्ययाः भिन्नाः प्रथमतया ज्ञातव्यं यत् प्रथमगणसमूहे द्वितीयगणसमूहे च सिद्धतिङ्प्रत्ययाः किञ्चित् भिन्नाः प्रथमगणसमूहे प्रथमगणसमूहस्य सिद्धतिङ्प्रत्ययाः विहिताः द्वितीयगणसमूहे द्वितीयगणसमूहस्य सिद्धतिङ्प्रत्ययाः विहिताः तर्हि समूहद्वयस्य सिद्धतिङ्प्रत्ययानां भेदः कुत्र इति अस्माभिः सम्प्रति अवलोकनीयम् सर्वे सिद्धतिङ्प्रत्ययाः निष्पन्नाः भवन्ति मूलतिङ्प्रत्ययेभ्यः परस्मैपदीधातूनां मूलतिङ्प्रत्ययः तिप्तस् जि सिप्तस् मिप्स्मस् आत्मनेपदीनाम् आत्मनेपदीधातूनां मूलतिङ्प्रत्ययाः त आतां झ तासातां द्वम् इड् वहि महिङ् अदन्ते अनदन्ते च सिद्धतिङ्प्रत्ययानां पार्थक्यं कुत्र पृथक्त्वं पार्थक्यं कुत्र इति विषयः वस्तुतः किञ्चिदेव भेदः अस्ति अदन्तानां सिद्धतिङ्प्रत्ययानां व्युत्पत्तिः पूर्वमेव प्रदर्शिता अतः पुनः अत्र न क्रियते सा पूर्वप्रदर्शिता व्युत्पत्तिः अधोभागस्य आधारः अनदन्त अङ्गानां तिङ्प्रत्ययः यत्र अदन्त अङ्गानां तिङ्गप्रत्ययेभ्यः भिद्यते तत्र भेदस्य कारणं परिणामं च अधः प्रदर्शितम् अस्तु प्रथमगणसमूहे द्वितीयगणसमूहे च सिद्धतिङ्प्रत्ययः भिन्नाः प्रथमतया यत् प्रथमगणस्य द्वितीयगणसमूहस्य तिङ्गसिद्धतिङ्प्रत्ययः किञ्चित् भिन्नः वयं जानीमः प्रथम गणसमूहस्य सिद्धतिङ्प्रत्ययः अत्र द्वितीयगणसमूहे सिद्धतिङ्प्रत्ययः के इति वयम् अग्रे दृश्यामः अग्रे द्रक्ष्यामः द्रक्ष्यामः आम् आम् अथवा अग्रे पश्यामः अग्रे पश्यामः. प्रथमगणसमूहे प्रथमगणसमूहस्य सिद्धतिङ्प्रत्ययाः विहिताः. प्रथमगणसमूह धातोः कृते प्रथमगणसमूहस्य सिद्धतिङ्प्रत्ययाः विहिताः. द्वितीयगणसमूहे द्वितीयगणधातोः कृते द्वितीयगणसमूहस्य सिद्धतिङ्प्रत्ययाः विहिताः. तर्हि समूहद्वयस्य सिद्धतिङ्प्रत्ययानां प्रथमगणसमूहस्य सिद्धतिङ्प्रत्ययाः के के इति वयं जानीमः. इदानीं द्वितीयगणसमूहस्य कृते प्रथमगणसमूह प्रत्ययस्य कृते सिद्धतिङ्प्रत्ययानां भेदः कुत्र इति एव अस्माभिः सम्प्रति अवलोकनीयं. सिद्धतिङ्प्रत्ययाः सर्वे सिद्धतिङ्प्रत्ययाः प्रथमगणसमूह वा अथवा द्वितीयगणसमूह मूले सिद्धतिङ्प्रत्यया सिद्धतिङ्प्रत्येभ्यः कृते एव जातः. सो प्रथम परस्मैपतिधातूनां मूल तिङ्प्रत्ययाः सूत्रमस्ति तिप्तस् जि सिप् फ्रम् सूत्रात् तिप्तस् जि सिप् सिप्तस्थ मिप्स्मस् इति. आत्मनेपतिधातूनां मूलतिङ्प्रत्ययः त अथं झ था सतां द्वम् इड् वहि महिङ् इति. अदन्ते अनदन्ते च सिङ्गतिङ्प्रत्ययानां पार्थक्यम् इति पृथक्तस्य भावः. ओ पृथक्तस्य भावः अस्तु. अहं अदन्ते अनदन्ते च सिद्धतिङ्प्रत्ययानां पृथक्तव्यं पृथक्त्वभावं कुत्र कुत्र अस्ति इति अत्र विषयः. किञ्चिदेव भेदः अस्ति इति वयं द्रक्ष्यामः. अदन्तानां सिद्धतिङ्प्रत्ययानां व्युत्पत्तिः पूर्व ओके अदन्तानां ओ अदन्ताङ्गानां मूल प्रथमगणसमूहस्य कृते सिद्धतिङ्प्रत्ययाः वयं पूर्वं पठितः. सा पूर्वप्रदर्शिता व्युत्पत्तिः अधोभागस्य आधारः. ओके व्युत्पत्तिः अधोभागस्य आधारः यत् वयं दृष्टवन्तः तदेव अत्र कृते अपि आधारः. अनदन्त अङ्गानां तिङ्प्रत्ययाः यत्र अदन्त अङ्गानां तिङ्प्रत्ययेभ्यः विद्यन्ते अनदन्त अङ्गानां तिङ्प्रत्ययः यत्र भेदः अस्ति भेदस्य कारणं परिणामं च अग्रे प्रदर्शयामः. समीचीनं समीचीनं धन्यवादः. इत्युक्ते अत्र अदन्ताङ्गानां कृते यानि सूत्राणि अस्माभिः अधीतानि तानि अत्रापि प्रसक्तानि भवन्ति. अतः पुनः न उच्यते पुनः तेषां विवरणं न क्रियते. केवलं यत्र यत्र भेदः अस्ति तत्र एव कः भेदः इति उच्यते तावदेव. इत्युक्ते अधिकः भेदः नास्ति. अस्तु समीचीनं भगिनी. तर्हि धन्यवादः. इदानीं तत्र अरुणा भगिनी पठितुमिच्छति वा? धन्यवादः भगिनी. भगिनी पठामि. नमस्कारः. परस्मैपदस्य तिङ्प्रत्ययाः तस्मात् पूर्वमेकं वाक्यम् अस्ति खलु तदपि पठतु. अद्य अधः अनदन्त अङ्गानां तिङ्प्रत्ययाः यत्र अदन्त अङ्गानां तिङ्प्रत्ययेभ्यः विद्यन्ते तत्र प्रत्ययः स्थूलवर्णेन तिर्यक् रूपेण लिखितः. ओके ज्ञातुं प्रत्ययकरणार्थम् अदन्ताङ्गानाम् अनदन्ताङ्गानां प्रत्यय विद्यते यत्र यत्र कुत्र कुत्र विद्यते अत्र स्थूलवर्णेन पुनः रूपं लिखितः. अधुना तदेव भगिनि. परस्मैपदस्य तिङ्प्रत्ययाः अदन्ते अनदन्ते च भेदाः. प्रथमं परस्मैपदस्य लट्लकारे कोऽपि भेदः नास्ति. अङ्गम् अदन्तं स्यात् किं भगिनि? न किमपि न, मया न किमपि न. अङ्गम् अदन्तं स्यात् अनदन्तं वा स्यात् परस्मैपदसञ्ज्ञकेषु प्रत्ययेषु न कोऽपि भेदः. अतः अनदन्त अङ्गानां कृते लटि सिद्धप्रत्ययः ति तः अन्ति सीतः थ मे वहामः. तत् परस्मैपदलट्लकारै अदन्ताङ्गम् अनदन्ताङ्गानां भेदः कोऽपि नास्ति. तीतः अन्ति पृथ्वीपदेषु अन्ति इति आस्ट्रिक् अस्ति अत्र अङ्गम् अभ्यस्तं चेत् अति भवति न तु अन्ति अभ्यस्त नाम यत्र द्वित्वं भवति यथा जुहोत्यादिगणे अतः दा धातोः लटि प्रथमपुरुष बहुवचने ददति इति रूपम् ओके सामान्यतः झि स्थाने अन्ति आगच्छति परन्तु जोन्तः इति सूत्रेण परन्तु अभ्यस्य अङ्गम् अस्ति चेत् अत्र अति भवति जास्थाने झि स्थाने अति भवति न तु अन्ति अभ्यस्त नाम किम् अभ्यस्त नाम यत्र द्वित्वं भवति जुहातिगणे उदाहरणम् अतः तत् तत्र प्रथमबहुवचने अति आगच्छति झि स्थाने तद् उदाहरणमस्ति दा धातोः लति पद्मपुरुषबहुवचने ददति इति रूपं निष्पन्नं भवति अभ्यस्तसञ्ज्ञकधातुत्तरस्य प्रत्ययस्य आदिम अवयवस्य झकारस्य स्थाने अत् आदेशो भवति अत् प्रथमान्तम् अभ्यस्तात् पञ्चम्यन्तं द्विपदमिदं सूत्रं जो अन्तः इत्यस्मात् जः षष्ट्यन्तम् इत्यस्य अनुवृत्तिः आयनेयिनीयः फट्टकच्छगां प्रत्ययादीनाम् इत्यस्मात् वचनपरिणामं कृत्वा प्रत्ययादेः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अभ्यस्तात् अङ्गात् प्रत्यय आदेः झः अत् अभ्यस्तात् इति सूत्रं जुहातिगणे कुत्र युक्तं भवति अत्र पदमपुरुषबहुवचने प्रयुज्यते सो तदेव तदर्थम् अभ्यस्त निमित्तानि अभ्यस्तसञ्ज्ञक धातु उत्तरस्य प्रत्ययस्य आदिम अवयवस्य झकारस्य स्थाने अत् आदेशः भवति अनुभूतसहितं वदति अभ्यस्तात् अङ्गात् प्रत्यय आदेः यः तत्र अभ्यस्त अङ्गम् अस्ति चेत् प्रत्ययपरे प्रत्यय जः प्रत्ययपरे झि प्रत्ययपरे अत् आदेशः भवति तदेव अस्ति समीचीनं भगिनि समीचीनं धन्यवादः इदानीं तत्र प्रश्नः अस्ति जः इत्यस्य प्रातिपदिकं किं झि भगिनि षष्टि झि झि झि इति प्रातिपदिकस्य जः इति भवति वा झ इति प्रातिपदिकं खलु तर्हि इदानीम् अभ्यस्त अङ्गात् प्रत्ययादेः जः इति उक्तं तर्हि कुत्र भवति परस्मैपदी भवति वा आत्मनेपदी भवति वा कुत्र भवति परस्मैपदी एव भवति भगिनि किमर्थम् आत्मनेपदी न भवति आत्मनेपदी झ इति प्रत्ययः नास्ति वा तत्र किमस्ति प्रत्ययः कः प्रत्ययः झ अस्ति स अथं झ इति अस्ति खलु तत्र तत्र प्रसक्तिः अस्ति वा न वास्य अत्रापि अस्ति अन्ते अकारः अस्ति खलु कुत्र अकारः अस्ति झ इत्यत्र भवतु नाम अत्रापि तिप्तझि इति अस्ति खलु अत्र इकारः अस्ति खलु इकारः झ योगः इ इति सेपरेशन् भवति खलु तत्र झ योगः अ इति सेपरेशन् न भवति वा भवितुमर्हति आम् अतः प्रसक्तिः तु उभयत्र अस्ति परस्मैपदी वा भवतु आत्मनेपदी वा भवतु उभयत्र प्रसक्तिः अस्ति आत्मनेपदी प्राप्तिः अस्ति वा इति अनन्तरं चिन्तयामः, परन्तु प्रसक्तिः तु भाति खलु. अभ्यस्तम् अङ्गं भवति, द्वित्वानन्तरं द्वयोः भागयोः अभ्यस्त इति संज्ञा अस्ति, तादृश अङ्गं. तस्य अनन्तरं यः प्रत्ययः झ इति जकारादिप्रत्ययः, प्रत्ययादेः इति उक्तं खलु, अतः प्रत्ययस्य कश्चन अवयवः जकारः भवेत् खलु. प्रत्ययस्य अवयवः प्रत्ययादेः इति उक्तं, प्रत्ययस्य आदिः प्रत्ययादेः, प्रत्ययस्य आदिः तस्य प्रत्ययादेः, प्रत्ययस्य आदिः यः जः, आदिः जः इति, आदिः अपि जः अनयोः विशेषणविशेषभावः अस्ति. प्रत्ययस्य आदिः यः जः, तस्य स्थाने अतादेशः भवति इति कृत्वा परस्मैपदी आत्मनेपदी उभयत्र प्रसक्तिः अस्ति, यतोहि प्रत्ययादेः इति उक्तं. यदि प्रत्ययादेः इति पदं नास्ति, अभ्यस्ताङ्गात् जः इति उक्तं चेत् तदानीम् अभ्यसाङ्गात् झ इति प्रत्ययः, जकारः इति प्रत्ययः स्यात् इति वयम् अवगच्छामः, परन्तु अत्र प्रत्यादेः इत्युक्तम्, अत्र आदिपदेन अस्माभिः ज्ञायते यत् अत्र प्रत्ययस्य अवयवः कश्चन भागः झ इति अस्ति, अतः जयोगः अ इति वा भवतु, जयोगः इ इति वा भवतु, द्वयोः अपि ग्रहणं खलु इति अस्ति. अस्तु, समीचीनम्. तर्हि इदानीम् अग्रे भवती एव पठतु. धन्यवादः. धन्यवादः भगिनि. परस्मैपदस्य लोट् लकारे केवलम् एकः भेदः, मध्यमपुरुषे सिपः स्थाने हि आदेशः सर्वत्र, अदन्ताङ्गेषु अनदन्ताङ्गेषु च भवति एव. अदन्ताङ्गेषु तस्य हि इत्यस्य लुक् लोपः भवति, अनदन्ताङ्गेषु तस्य लुक् न भवति. लोट् लकारस्य विषये कुत्र भेदः इति अत्र लिखितमस्ति. प्रथमगणः अपि च द्वितीयगणस्य विषये, द्वितीयगणयोः विषये कुत्र कुत्र भेदः इति पश्यन्तः स्मः. परस्मैपदस्य लोट् लकारे केवलम् एकः भेदः, लट् लकारे जुहोत्यादिगणे कुत्र भेदः अस्ति इति दृष्टवन्तः. इदानीं परस्मैपदस्य लोट् लकारे केवलम् एकः भेदः, कस्य गणस्य विषये उक्तमस्ति भगिनी, जुहोत्यादिगणं वा यः गणः वा, यः गणः भवतु, अत्र ज्योत्यादिगणः इति न, अत्र द्वितीयगणसमूहः अपि च प्रथमगणसमूहः. प्रथमगणसमूहः इति चतुर्षु चतुर्षु गणेषु, भुवादि दिवादि सुरादि अनन्त अनदन्त अङ्गेषु. अत्र परस्मैपदस्य लोट् लकारे केवलम् एकः भेदः, मध्यमपुरुषे सिपः स्थाने हि आदेशः सर्वत्र, सत्यं जानीहि इति मध्यमपुरुषस्य प्रथम एकवचने. अदन्ताङ्गेषु अनदन्त अङ्गेषु च भवति एव. अदन्ताङ्गेषु तस्य हि इत्यस्य लोपः भवति, अनदन्त अङ्गेषु तस्य लुक् न भवति, यथा जानीहि इति भवति. अन्यत्र किं भवति, पठ इति भवति. केन सूत्रेण भवति लोपः, लुक् केन सूत्रेण भवति, हि इत्यस्य वा? अहं तु सूत्रं सर्वं विस्मृतवती. केनापि स्मर्यते वा? अतो हे हे, अतो हे हे, आमाम् अतो हे हे, अतो हे हे इत्यनेन हि इत्यस्य लुक् भवति. अदन्त अङ्गा अतः हि लुक्. अस्तु, अग्रे सूत्रं पठतु. मध्यमपुरुषस्य सिप् प्रत्ययस्य स्थाने हि आदेशः सर्वत्र भवति. सत्यं. सेहर्य पिच्च लोट् लकारस्य सि इत्यस्य स्थाने हि आदेशो भवति, स च हि अपित् भवति. सेः षष्ट्यन्तं, हि प्रथमान्तम्, अपित् प्रथमान्तं, च अव्ययपदम् अनेकपदम् इदं सूत्रम् लोटो लङ्वत् इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् लोटः लस्य सेः हि अपित् च सेहर्य पिच् च इति सूत्रस्य विवरणं दत्तमस्ति लोट् लकारस्य सि इति प्रत्ययस्य स्थाने हि इति आदेशः भवति स च हि अपित् भवति सेः हि अपित् च सेः षष्ट्यन्तं हि प्रथमान्तम् अपित् प्रथमान्तं च अव्ययपदम् अनेकपदम् इदं सूत्रम् अत्र लोटो लङ्वत् इति सूत्रेण लोटः इत्यस्य अनुवृत्तिः लस्य अधिकारः अतः अनुवृत्तिसहितसूत्रं लोटः लस्य सेः हि अपित् च अग्रे पठानि वा भगिनि आमाम् अग्रे पठतु अङ्गम् अदन्तं चेत् तस्य हि प्रत्ययस्य लोपः प्रथमगणस्य अदन्तम् अङ्गं भवति तत्र हि इति प्रत्ययस्य लोपः भवति सूत्रं किम् इदानीम् उक्तवती खलु हे हे किमपि अतो हे हे अतो हे हे ओ अत्र एव अस्ति खलु अतो हे हे ह्रस्व अकारात् अङ्गात् परस्य हि इत्यस्य लुक् लोपः भवति अतः पञ्चम्यन्तं हे हे षष्ट्यन्तं द्विपदम् इदं सूत्रं चिणो लुक् इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अत्र अङ्गात् भवति विभक्तिपरिणाम इति सिद्धान्तेन अनुवृत्तिसहितसूत्रम् अतः अङ्गात् हे हे लुक् अतो हे हे इति सूत्रेण परस्मैपदी अदन्त अङ्गात् परस्य हि इति सि इत्यस्य स्थाने यः हि आयाति तस्य लुक् भवति अतो हे हे इति सूत्रेण अत्र अतः इति पञ्चम्यन्तं हे हे इति षष्ट्यन्तं द्विपदम् इदं सूत्रं चिणो लुक् इत्यस्मात् सूत्रात् लुक् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अत्र अङ्गस्य इत्यस्य विभक्तिविपरिमाणामः भवति अङ्गात् इति भवति अनुवृत्तिसहितसूत्रम् अतः अङ्गात् हे हे लुक् इति अदन्त अङ्गानाम् अदन्त अङ्गस्य मध्यमपुरुष सि प्रत्ययस्य स्थाने यः हि आयाति तस्य हे हे लुक् भवति इति सूत्रस्य अर्थः वाक्यमपि पठतु तर्हि अङ्गम् अनदन्तं चेत् हि इत्यस्य लोपः न भवति कुत्रचित् अपवादभूतेषु अनदन्तेषु हि लोपः भवति तत्तु पृथक् गणेषु पश्येम इदु रिवर्स् इञ्जिनियरिङ्ग् अतः अदन्त अङ्गस्य हे हे लुक् भवति अतः अनदन्त अङ्गस्य हे हे लोपः न भवति इति अवगच्छेम परन्तु कुत्रचित् किं भवति अपवादः भवति सूत्रस्य तत् पृथक् पृथक् गणेषु पश्येम समीचीनं तर्हि तत्र सेहर्य पिच्च इति सूत्रमपि पूर्वं पठितं सेः सिप् इत्यस्य स्थाने हि इति आदेशः प्रथमतया भवति अदन्तमङ्गं वा अनदन्तमङ्गं वा लोट् लकारे सेः हि इति आदेशः भवति अपित्वमपि अध्यारोप्यते तत्र तदनन्तरम् अस्माभिः परिशील्यते अङ्गम् अदन्तं वा न वा अनदन्तं वा अदन्तमङ्गम् अस्ति चेत् हि इत्यस्य लुक् भवति इति तावदेव सरलमेव किमपि नास्ति अस्तु तर्हि इदानीम् अग्रे किं तर्हि भगिनी भवती एव समापयतु अनदन्ताङ्गानां कृते लोटि सिद्धप्रत्ययः अनदन्ताङ्गानां कृते लोटि सिद्धप्रत्ययः तु तात् ताम् अन्तु हि तात् ताम् त आनि आव आम तं न उक्तवती वा ओ ताम् इति उक्तवती हि तात् तं त अस्तु अस्तु हि तात् तं त आनि आव आम इति लोट्लकारस्य सिद्धप्रत्ययः अनदन्त अङ्गानाम् अदन्तम् अङ्गमस्ति चेत् कुत्र भेदः अदन्तम् अङ्गमस्ति चेत् हि इत्यस्य लोपः लुक् विशिष्ट चिनो लुक् इत्यत्र लुक् अस्ति खलु हा लुक् भवति अतः तु तात् ताम् अन्तु जीरो तं त आनि आव आम इति भवति जीरो तात् शून्यं तात् तं त शून्यं तात् तं त इति भवति आनि आव आम समीचीनम् उत्तमं धन्यवादः समीचीनं तर्हि लोट्लकारे एकः भेदः लट्लकारे एकः भेदः केवलं जुहोत्यादिगणे अन्यत्र कुत्रापि भेदः नास्ति तत्र तु लट्लकारे तु प्रथमपुरुषे बहुवचने भेदः केवलं जुहोत्यादिगणे लोट्लकारे मध्यमपुरुषे एकवचने भेदः अस्ति अदन्त अनदन्तयोः एतत् केवलं प्रत्ययस्य केवलं प्रत्ययस्य विषये तिङ् प्रत्ययानां विषये अन्यत्र तु भेदः अस्ति खलु अन्यत्र कुत्र कर्तरि शप् विकरणप्र तत्तु उक्तं खलु तत्तद्गणे वयं पश्यामः इति उक्तं खलु अत्र केवलं तिङ्प्रत्ययस्य विषये चिन्तनं तर्हि इदानीम् अग्रे किम् उमाभगिनी पठितुम् इच्छति वा पठामि भगिनि पठतु परस्मैपदस्य लङ्लकार्ये कोऽपि भेदः नास्ति अनदन्त अङ्गानां कृते लङि सिद्धप्रत्ययाः त ताम् अन् स तं त अं व म अङ्गम् अभ्यस्तं चेत् उः भवति न तु अन् अभ्यस्तं नाम यत्र द्वित्वं भवति यथा जुहोत्यादिगणे अतः दा धातोः लङि प्रथमपुरुष एकव प्रथमपुरुष बहुवचने आददुः सो अत्र लङ्लकारस्य प्रत्ययः दत्तं अनदन्ताङ्ग परस्मैपदस्य लङ्लकारे कोऽपि भेदः नास्ति अनदन्ताङ्गानां कृते त तामन् स तं त अम्बम् जुहोत्यादिगणे दा धातुः बहुवचने अददुः इति द्वित्वकारणेन अददुः इति वक्तव्यम् समीचीनं भगिनि समीचीनं तर्हि अस्तु भगिनि धन्यवादः इदानीं तत्र किम् अनिमा भगिनी सूत्रं पठति वा उमा भगिनी श्रुत्वा एकवारं प्रतिपादयतु भगिनी पठतु अस्तु सिजभ्यस्तविधिभ्यश्च लिङ्लकारस्य अवस्थायां नित् लकारस्य नित् लकारस्य अवस्थायां सिच् प्रत्ययात् अभ्यस्तसंज्ञकात् धातोः निद् धातोः च परस्य झि प्रत्ययस्य स्थाने जुस् आदेशः भवति. सिच् च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः तेभ्यः सिजभ्यस्तविदिभ्यः सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं नित्यङ्ितः इत्यस्मात् ङितः इत्यस्य अनुवृत्तिः झेः जुस् इत्यस्मात् झेः जुस् इत्यनयोः अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः जुस् सूत्रमस्ति सिजभ्यस्तविदिभ्यश्च इति. ङित् लकारस्य अवस्थायां ङितः इति अनुवृत्ति अस्ति, अतः ङित् लकारस्य अवस्थायां सिच् प्रत्ययः अपि च यः अभ्यस्तधातुः अस्ति तस्य तस्मात् अपि च विद् धातुः तेषां तस्य अपि तेषां परस्य झि प्रत्ययस्य स्थाने जुः जुस् इति आदेशः भवति इति दत्तम्. तत्र समासः अस्ति इतरेतरद्वन्द्वः सिच् प्रत्ययः अपि च अभ्यस्तः अपि च विदि विधिः इति विद् धातुः एव अस्ति. तेषां सर्वेषाम् इतरेतरद्वन्द्वः भवति सिजभ्यस्तविदयः इति तेभ्यः तस्मात् पञ्चम्यन्तम् अस्ति अतः तेभ्यः तस्मात् झ प्रत्ययस्य जुस् इति आदेशः भवति इति. न झ प्रत्ययस्य इति उक्तं वा? जेः झि झि प्रत्ययस्य झि प्रत्ययस्य जुस् आदेशः भवति. तर्हि कुत्र भवति, परस्मैपदी वा आत्मनेपदी वा उभयत्र वा? तिप्तझि इति परस्मैपदी एव भवति इति अस्ति, केवलं परस्मैपदी भवति. अग्रिमवाक्यमपि पठतु. अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य झि स्थाने जुस् आदेशः. जुस् इत्यस्य अनुबन्धलोपे तृत्वविसर्गौ उः इति भवति. तर्हि अभ्यस्तसंज्ञकः धातुः अस्ति चेत् लङि अन् स्थाने उः इति प्रत्ययः भवति. तर्हि केवलम् एकस्मिन् स्थले एव भेदः अत्र लङ्लकारे इति भवति. ताम् उः तं त अम्वम तत्र अदन्तमङ्गम अस्ति चेत् अन् अत्र तु उः इति भवति. जुस् इत्यत्र उस् पृथ्वविसर्ग उः. अस्तु समीचीनं भगिनि. तर्हि उमा भगिनि एकवारं वदतु सूत्र. ङित् अस्ति खलु, केवलं लङ् नास्ति खलु, लङ् लुङ् लिङ् सर्वत्र तत्र तत्र चिन्तनीयम्. अन्येषु लकारेषु इदं सूत्रं प्रवर्तते वा अन्यत् किमपि प्रवर्तते वा इति चिन्तनीयं. ङित् लकारे विधिलिङ् लकारे एवं सर्वेषु लकारेषु अस्य प्रसक्तिः अस्ति वा प्राप्तिः अस्ति वा इति पुनः अनन्तरं चिन्तयामः. अत्र तु प्रथमतया लङ् लकारे तु प्रसक्तिः अस्ति. समीचीनः प्रश्नः, अन्यत्र भवति वा इति चिन्तनीयम्. अस्तु उमा भगिनी एकवारं वदतु सूत्रार्थः कः. सिजभ्यस्तविदिभ्यश्च 3-4-1-0-9 अत्र जभ्यस्तविदिभ्यश्च इतः लस्य झेः जुस् सो चित्तस्थाने झे जुस् इति सूत्रेण झेः जुस् इत्यनयोः अनुवृत्तिः आगच्छति. सो लस्य अनुवृत्तिसहितसूत्रं सिजभ्यस्तविदिभ्यश्च स नितः तस्य जेः जुस् सु धूमकाने जुस् आगच्छति लङ्लकारे अभ्यस्य धातोः परस्य घीस्थाने जुस् आदेशः भवति इत्युक्ते अत्र सर्वत्र भवति इति न केवलम् अभ्यस्तसंज्ञकः अस्ति चेत् वित्लकारस्य अभ्यस्तसंज्ञकात् इति कृत्वा केवलं जुहोत्यादिगणे एव इदं सूत्रं प्रवर्तते अदभ्यस्तात् सृजभ्यस्तविधिभ्यश्च इति सूत्रद्वयमपि जुहोत्यादिगणे एव प्रवर्तते अस्तु न तु अन्यत्र अस्तु तर्हि इदानीं किं सूर्यकुमारी भगिनी पठति वा परस्मैपदस्य विधिलिङ्लकारः सर्वत्र भिन्नः एव विधिलिङ्लकारे अदन्त अनदन्त अङ्गानां पूर्वमुक्तम् पूर्वमुक्तं यत् विधिलिङ्ग् यासित् आगमः भवति प्रत्ययात् प्राक् यासित् परस्मैपदपदेषु उदात्तो निच्च इत्यनेन तत्र अनुबन्धलोपे सति यासिति शिष्यते पूर्वमुक्तं यासित् विधिलिङ्गलकारे परस्मैपदेषु यासिट् भवति यदि अङ्गम् अदन्तं तर्हि तस्य यासिट् आगमस्य स्थाने इया इति आदेशः अतो येयः इत्यनेन यास्थाने इ आदेशः यथा पटयोगः आ योगः यास् योगः पट्ययोगः अकारः योगः यास् योगः त पट इयथ पट इति अङ्गं भवति पट योगः इत् इत् सिद्धतिङ्प्रत्यय पठेत् भवति तत्र सन्धिकार्यमस्ति सन्धिकार्यं न अत्र क्षम्यताम् एकारस्य लोपः कथं भवति लोपोर्योल्वलि इत्यनेन एकारलोपः भवति अतो भवति इत् इति इत् इति प्रत्ययः सिद्धप्रत्ययः इत् पटयोगः इत् पठेत् इत्युक्ते तत्र गुणसन्धिः भवति गुणसन्धिः भवति गुणसन्धिः भवति हा तत्र तु अदन्ताङ्गानां कृते अतो येयः इत्यनेन यासः स्थाने इय इति आदेशः भवति येयः इति कथं तत्र सिद्धम् इति सर्वं तत्र अस्माभिः विस्तृततया चर्चितं तत्र अस्य विषये ज्ञातुमिच्छन्ति चेत् पूर्वतनकरपत्रं प्रति गच्छन्तु अत्र यासः स्थाने इय इति आदेशः भवति अदन्तमङ्गमस्ति चेत् तर्हि यास्थाने इय इययोगः तु इति प्रत्ययः तत्र तिप् इति प्रत्ययः इतश्च इत्यनेन इकारस्य लोपः इययोगः तु अत्र यकारस्य लोपः लोपोव्योर्वलि इत्यनेन इति कृत्वा इत् इति प्रत्ययः इतप्रत्ययः अस्तु भगिनि धन्यवादः इदानीं तत्र लक्ष्मीभगिनी अग्रे पठति वा भगिनी अस्ति वा हा आं भगिनि पठामि भगिनि अनदन्तेषु ई आदेशः न भवति यथा चिनुयोगयास् योगत् चिनुयात् इति रूपं यत्र अनदन्तमङ्गम् अस्ति तत्र ई आदेशः एव न भवति केवलम् अदन्तम् अङ्गे अङ्गेषु एव अतो येयः इत्यनेन ई आदेशः भवति तर्हि अस्माकम् अवधानम् अनदन्तम् अङ्गम् इति कृत्वा अत्र अतो येयः न प्रवर्तते ई आदेशः अपि न भवति उदाहरणार्थं चिनुयोग यास् योग त् इति एव स्यात् रूपमपि चिनुयात् इति भवति अग्रे पठामि वा आमां सूत्रपठतु यासत् परस्मैपदेषु दातुम् इच्छ लिङ् लकारस्य परस्मैपदिप्रत्ययानां यासुट् आगमः भवति स च आगमः ङिद्वत् विधिसूत्रम् अतिदेशसूत्रं च लिङ् लिङ्गः सियुट् सामान्यसूत्रं किन्तु अनेन आत्मनेपदानाम् एव कृते इत्यस्य अपवादः आदिन्तु टकितौ इत्यनेन यासुट् प्रत्ययात् प्राक् आयाति यासुट् प्रथमान्तं परस्मैपदिषु सप्तम्यन्तम् उदात्तः प्रथमान्तं ङित् प्रथमान्तं च अव्ययपदम् अनेकपदमिदं सूत्रम् लिङ्गः सियुट् इत्यस्मात् लिङ्गः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं परस्मैपदानां लिङ्गः लस्य उदात्तः यासुट् ङित् च अत्र यासुट् आगमः भवति इति विधिलिङ्लकारेषु यासुट् आगमः भवति केन सूत्रेण इति चेत् यासुट् परस्मैपदेषु धातु ङित् च इति सूत्रेण अस्य अर्थः अस्ति लिङ्लकारे परस्मैपदी प्रत्ययानां यासुटागमः भवति अयं प्रत्ययः ङित् इव प्रवर्तते इति अपि अत्र अस्मिन् सूत्रे एव उक्तं तर्हि इदं सूत्रं विधिसूत्रम् अस्ति यतोहि अत्र यासुट् आगमः आगमस्य विधानं भवति अतः विधिसूत्रं निद्वत् प्रवर्तते इति उक्तत्वात् अतिदेशसूत्रं च अस्ति अपि च आगमः यासुट् इति टित् अस्ति इति कारणात् आगमः इति निर्णीयते आद्यन्तौ टकितौ इत्यनेन टित् अस्ति इति कारणात् प्रत्ययस्य आदौ यासुट् आयाति अनुवृत्तिसहितसूत्रमस्ति परस्मैपदानां लिङ्गः लस्य उदात्तः यासु टिङिच्छ इति इत्युक्ते परस्मैपदानां लिङ्लकारेषु परस्मैपदानां लस्य स्थाने प्रत्ययस्य यासुटागमः भवति इयं प्रत्ययः ङिद्वत् प्रवर्तते इति अपि अर्थः स्यात् अयं प्रत्ययः ङिद्वत् प्रवर्तते अस्तु समीचीनम् अयं क्षम्यताम् अयं प्रत्ययः आम् आं समीचीनम् तर्हि आम् इति तत्र यासुट् परस्मैपदेषु उदात्तु निच्च इति सूत्रमस्ति सम्यक्तया प्रतिपादितं भवत्या अत्र अत्र गृहपाठरूपेण चिन्तयन्तु सिजभ्यसदिदिभ्यश्च इति सूत्रं लिङ्लकारे विधिलिङ्लकारे प्रवर्तते वा न वा इति एकवारं चिन्तयतु अस्माभिः पूर्वमपि चिन्तितमिति मन्ये परन्तु एकवारं चिन्तयन्तु विधिलिङ्लकारे सिजभ्यसविदिभ्यश्च इत्यस्य प्रसक्तिः भवति वा न वा प्रसक्तिः प्राप्तिः यदि प्राप्तिः नास्ति तर्हि किमर्थम् इति चिन्तनं कुर्वन्तु अत्र यासुट् परस्मैपदेषु उदात्तो निच्छ इत्यनेन इदं सूत्रं लिङ्लकारे एव प्रवर्तते इत्युक्ते तत्र विधिलिङ्लकारः वा भवतु आशीर्लिङ्लकारः भवतु उभयत्र प्रवर्तते केवलं लिङ्लकारः इत्युक्तम् अतः उभयत्र प्रवर्तते परस्मैपदी प्रत्ययानामेव भवति न तु आत्मनेपदी प्रत्ययानाम् अस्तु तर्हि अत्र स्थगनं कुर्मः इतोपि लिङ्लकारे इतोपि सूत्राणि सन्ति तत्सर्वं पठित्वा वयं समग्रतया चिन्तनं कर्तुं शक्नुमः अत्र वस्तुतः प्रायः तत्र सर्वं पठित्वा तदनन्तरमपि चिन्तयितुं शक्नुमः सिजभ्यस्य विधिभ्यश्च इत्यस्य विषये यतोहि अत्र अन्यानि सूत्राणि अपि सन्ति परन्तु ये इच्छन्ति ते चिन्तयितुं शक्नुवन्ति अस्तु तर्हि अत्र स्थगनं कुर्मः धन्यवादः नमस्कारः धन्यवादः भगिनी नमस्कारः धन्यवादः धन्यवादः भगिनी धन्यवादः नमस्कारः धन्यवादः भगिनी धन्यवादः